अस्तु, तर्हि अद्यतनविषयः अस्ति सुदादिगणः इति अनुवर्तते. गतसप्ताहद्वयं वयं दृष्टवन्तः सुदादिगणे कर्तरि शप् प्रभाव्य सुदादिभ्यः शः इति सूत्रं कार्यं करोति. तर्हि अस्माकं विकरणप्रयत्न प्रत्ययः अस्ति श इति. अनन्तरं किम् इत्युक्ते श इति प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति, निति च इत्यनेन गुणकार्यं निषिद्धं भवति. द्वितीयविशेषकार्यमस्ति अनिदितं हल्लोपदायनिति इति सूत्रेण नकारलोपः भवति, किन्तु शे तुम्फादीनां नुं वाच इति वार्तिकेन नुं पुनः आगच्छति. तृतीयकार्यम् आसीत् सम्प्रसारणकार्यं, त्रहिज्य वै व्यधि इति सूत्रेण सम्प्रसारणकार्यमपि भवति सुदादिगणे. अधुना अद्य पुनः विशेषदातवः इति विषये पुनः चर्चाम् अकुर्मः. तर्हि इतोपि विशेषदातवः इति कार्यक्रमं, तर्हि रामप्रिया भगिनी आरम्भं करोति वा कृपया. आं भगिनि, तुदादिगणे इतोपि विशेषदातवः. अस्मिन् पाठे तुदादिगणीयः अवशिष्टविशेषदातवः उपस्थाप्यन्ते. स्मारणार्थं विशेषदातवः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बन्धसामान्यसूत्राणि अधिकृत्य न भवति, अपि तु विशिष्टसूत्राणि अधिकृत्य भवति. प्रथमः धात्वादेशः. प आदि धातूनां धात्वादेशः द्वौ धातु स्तः. तुदादौ धातुद्वयं षड्ल् पाग्राद्मास्ताम्ना धान् दृशि अर्ति सर्ति षद सदां पिब जिग्र धम तिष्ठ मन यच्च पश्य ऋच्च दौ शिय सीदाः. पा ग्रा ध्मा इत्यादीनां स्थाने पिब जिग्र धम एते आदेशाः भवन्ति क्षितिपरे, केवलं क्षितिपरे इति देयम्. अतः पिबति परन्तु पास्यति इति. पाश्च ग्राश्च ध्माश्च सद् च तेषाम् इतरेतरद्वन्द्वः. पा ग्रा ध्मा स्तां ना धान् दृशि अर्ति सति षद सध तेषां पाघ्राद्मास्ता ना धान् दृशि अर्ति सर्ति षद सदां पिबश्च जिग्रश्च दमश्च सीदश्च तेषाम् इतरेतर द्वन्द्वः. पिब जिग्र धम तिष्ठमन यच्च पश्य ऋच्च धौ शियः सीदाः. पाघ्राद्मास्ताम्ना धान् दृशि अर्ति सर्ति षद सदां षष्ट्यन्तं पिब जिग्र धम तिष्ठ मन यच्च पश्य ऋच्च दौ शिय सिदाः प्रथमान्तं द्विपदम् इदं सूत्रम्. ष्टिवु क्लमु चमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. एवं पाघ्राद्मास्ताम्ना धान् दृशि अर्ति सर्ति षद सदाम् अङ्गस्य पिब जिग्र ध्वम तिष्ठ मन यच्च पश्य ऋच्च दौ शिय सिदाः क्षिति. सूत्रस्य अर्थमस्ति क्षितिपरे यदा पाग्रा इत्यादीनां सूत्रः आगच्छति चेत् तद् पिब जिग्र पिब धम इति भवति इति. अत्र तु भगिनि धातु क्षम्यते. अत्र तु तुदादिगणे षड्ल् इति एवं द्वौ धातुः एव स्तः. तस्य रूपम् अस्ति षड्ल् योगः श सद् योगः अ भवति. धात्वादेः शः सः इति सद् भवति. लु इत्यस्य उपदेशे अनुनासिका इति वा तस्य लोपः. सद्योगः अ पाग्राद्मा इति सूत्रेण सीदः सीद् आदेशः सीदयोगः अ अतो गुणे इति पर पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति, सीध इति अङ्गं, सीदति इति लटीरूपम्. षड्ल विसरणगत्य अवसाधनेषु इति धातुः भुआदौ अपि तुदादौ अपि भवति. भेदः अस्ति आची नद्योर्नुम् इत्यनेन तुदादौ शत्तरी स्त्रियां नुम् विकल्पः, पुंसि सीदन् स्त्रियां सीदन्ति अथवा सीदति इति रूपम्. तत् धातुः अचि अचिनाद्योर्नुम् इति सूत्रेण शत्रुप्रत्ययान् स्त्रीलिङ्गपदे किञ्चित् सीदन्ति अथवा सीदति इति द्वौ रूपमपि भवति इति अस्ति. आं भगिनि, आचिर्नद्योर्नुं किं वदति इत्युक्ते सुधादौ वदति, सुधादौ अस्ति चेत् विकल्पेन नुमागमः भवति, किन्तु भुआदौ अस्ति चेत् आचिर्नद्योर्नुं प्रभाति अन्यत् सूत्रम् आगच्छति, तर्हि शप्शनो नित्यम् इति सूत्रम् आगच्छति. तस्मिन् सन्दर्भे किं भवति, यदि भुआदिगणे अस्ति चेत् तस्मिन् सन्दर्भे नुमागमः नित्यं भवति, वैकल्पिकं न भवति. तर्हि यत्र धातुः तुदादिगणे अस्ति तत्र शत्रुन्तरूपं नुमागमः विकल्पः भवति. किन्तु यत्र विकल्पः, तर्हि पुंसि सीदन् इति भवति स्त्रियां, स्त्रियामेव विकल्पः भवति, तर्हि स्त्रियां सीदन्ति सीदति इति रूपद्वयं भवति. यदि भुआदमस्ति चेत् नित्यं भवति, सीदति रूपमेव न भविष्यति. तर्हि अत्र प्रश्नः अस्ति, पिबति परन्तु पास्यति इति, किमर्थं पास्यति इत्यस्मिन् कः भेदः? पास्यति इति भविष्यत्काल लृट् रूपं किल. आं भगिनि, तत्र कर्तरि शब्दः नागच्छति, तुदादिश इति नागच्छति वा? तत्र आर्धधातुकप्रत्ययः अस्ति किल, यक् प्रत्ययः वा? तिंशित् सार्वधातुकं नास्ति, तत्र आर्धधातुकप्रत्ययः अस्ति लृट्. अतः कथम् इत्युक्ते तिंशित् सार्वधातुकम् इत्यनेन प्रथमं तु सार्वधातुक एव भवति, किन्तु मध्ये श्य इति मध्ये आगच्छति, मध्ये एकः प्रत्ययः आगच्छति. यत्र धातु तिङ् साक्षात् न पश्यति तस्मिन् समये आर्धधातुकप्रत्ययः पश्यति. मध्ये श्य इति प्रत्ययः तत्र तु तिङ् अपि नास्ति शित् अपि नास्ति, तत्तु आर्धधातुकप्रत्ययः अस्ति. लिट् लकारे श्य इति प्रत्यय मध्ये आगच्छति, धातोः तिङन्तप्रत्ययस्य मध्ये आगच्छति. एतत् श्य इति प्रत्ययः तिङ्गपि नास्ति शित् अपि नास्ति, अतः आर्धधातुकप्रत्ययः अस्ति. यदि मध्ये आर्धधातुकप्रत्ययः एकः आगच्छति चेत् पूर्णतया अस्माकं प्रक्रिया अपि आर्धधातुकप्रक्रिया भविष्यति. किं सूत्रेण विकरणप्रत्ययः न आगच्छति आर्धधातुकप्रत्ययस्य पूर्वम्? किमर्थम् इत्युक्ते तदेव इदानीं वयं चर्चां कुर्मः. किमर्थम् इत्युक्ते कर्तरीषप् इत्यस्य तु यदि कर्तरत्वे सार्वधातुके इति अस्ति, किन्तु सार्वधातुके इति अस्ति, यत्र आर्धधातुकः अस्ति चेत् कर्तरीषप् न आगच्छति, विकरणप्रत्यये तत्र न आगच्छति. कर्तरिषप्रभाति एव खलु तुदादिभ्यः शन् दिवादिभ्यः शन् तुदादिभ्यः श इति सर्वम् आगच्छति, तत्र तु कर्तृत्वे सार्वधातुके इति अनुवृत्तिः अपि भवति. तर्हि यत्र सार्वधातुकप्रत्ययः नास्ति तत्र कर्तरि शप् वा शन् वा श वा इति किमपि विकरणप्रत्ययः न आगच्छति एव. किमर्थम् इत्युक्ते सार्वधातुके परे इति उक्तमस्ति कर्तरि शप् इत्यस्य सूत्रस्मिन्नेव अत्र अत्रैव उक्तमस्ति. अस्माकम् आर्धधातुकप्रक्रिया अत्र भवति यथा लृट् अस्ति खलु तत्र श्य इति मध्ये आगच्छति खलु पास्यति श्य इति अस्ति श्य इति एकः प्रत्ययः आगच्छति. लिट् सकाले तादृशप्रत्ययस्य आगमः भवति. तस्मिन् समये श्य इति प्रत्ययः शित् अस्ति वा नास्ति खलु? किमपि नास्ति शित् अपि नास्ति. तर्हि श्य इति प्रत्ययः आर्धधातुकप्रत्ययः इति वदामः. यत्र धातोः तिङ् धातुः अस्ति आदौ अनन्तरं तिङ् अस्ति मध्ये किम् अस्ति इदानीं श्य इति प्रत्ययः आगतं खलु. अनन्तरम् एतस्मिन् सन्दर्भे धातुः तिङ् साक्षात् न पश्यति खलु. मध्ये तु श्य इति उपविशति आर्धधातुकप्रकरणं आर्धधातुकप्रत्ययः मध्ये उपविशति. तर्हि तस्मिन् सन्दर्भे प्रक्रिया आर्धधातुकप्रक्रिया भवति. किमर्थम् इत्युक्ते धातुः किं साक्षात् न पश्यति तस्मिन् समये कर्तरि शप् इति कार्यं न करोति. किमर्थम् इत्युक्ते धातोः परे तु शित् नास्ति खलु. यदि शित् अस्ति चेत् सार्वधातुकप्रत्ययः परे आर्धधातुकप्रत्ययः परे अस्ति. सार्वधातुकप्रत्ययः परे अस्ति चेत् एव कर्तरि शप् आगच्छति. आर्धधातुकप्रत्ययः भवेत् कर्तृहस्तके भवेत्. इदानीं तु श्य इति प्रत्ययः आर्धधातुकः अस्ति तर्हि तत्र विकरणप्रत्ययस्य आगमनमेव न भवति. अवगतं वा? पुनः वक्तव्यं वा मया? अवगतं. किमर्थम् इत्युक्ते लृट् प्रकारे श्य इति प्रत्ययः मध्ये आगच्छति ततः एव. कर्तरि शप् सार्वधातुके प्रत्यये परः अस्ति चेत् अपि शप् आगच्छति एव आगच्छति. कर्तृहस्तके भवेत् सार्वधातुकप्रत्ययः परे अस्ति चेत् एव कर्तरि शप् स्या शित् कर्तर्तके कर्तृहस्तके अस्ति लट् लिट् लकारः परन्तु स्या प्रत्ययः आगच्छति अतः धातोः तिङ् प्रत्ययः न पश्यति. स्या अपि अप् न अस्ति तिङ् अपि न अस्ति अतः धातोः सार्वधातुकप्रत्ययः न पश्यति. स्या अन्तरागत्वा आर्धधातुकप्रत्ययः अस्ति अतः शप् न विकरणप्रत्ययः न अस्ति न आगच्छति. अत्र प्रश्नः किमपि नास्ति खलु. अत्र प्रायः सुब्रह्मण्यमहोदय वदति वा अतो गुणे इत्यस्य विषये अत्र सूत्रमपि अस्ति. अतो गुणे अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् अत्र गुणः इत्युक्तौ आ ए ओ अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम्. उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम् इदं सूत्रं वृद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादभूतसूत्रम्. अत्र निमित्तम् अस्ति अत्र अपदान्ताद् अतः इत्युक्ते यः धातुः अस्ति धातोः अन्ते अकारः अनन्तरं ह्रस्वकारः एव अत्र अस्ति, तत्कारणात् ह्रस्वकारः एव. अनन्तरं यः गुणवर्णः तस्य आवश्यकता अपि अस्ति. गुणवर्णः इत्युक्ते अदेङ्गुणः इत्युक्ते अत्र अत्र अकारः ह्रस्वकारः एकारः ओकारः त्रयः गुणवर्णाः द्वयोः अस्ति चेत् अत्र अत्र अकारगुणवर्णयोः स्थाने पररूपम् इत्युक्ते अत्र गुणवर्णः एव आगच्छति इति. अत्र संहितायाम् इत्युक्ते द्वयोः क्रमशः भवति अत्र मेलनसमये. आं महोदय, अत्र धातुः इति नास्ति, अपदान्तात् अतः धातुः इति नास्ति, धातोः इति नास्ति, केवलम् अपदान्तात् अतः एव अस्ति. अङ्गमपि चेत् अपि भवति. अस्तु भगिनि, अङ्गमपि सम्यक् एव. अत्र यत्र विकरणप्रत्ययस्य प्रत्ययेन सह मेलनम् अभवत् तदनन्तरं यदा तिङ् प्रत्ययस्य सह मेलनं भवति तस्मिन् समये अपि एतत् सूत्रं कार्यं अत्र अत्र उदाहरणमपि तथा एव अस्ति भगिनि. अत्र पठायोगः अन्ति, पठन्ति, अत्र पठ् तु धातुः अस्ति, अनन्तरम् अकारस्य संयोगेन अत्र पठ इति अङ्गम्, अनन्तरम् अन्ति तिङ् प्रत्ययः प्रथमपुरुषबहुवचनरूपमस्ति, पठायोगः अन्ति, अत्र पठ अत्र अन्तिमवर्णः अत् अस्ति अपदान्तात्. तिङ्प्रत्ययः अस्ति, तस्य प्रथमवर्णः अकारः अस्ति, द्वयोः स्थाने पररूपमेव पररूपम् आगत्य तिष्ठति अत्र पठन्ति इति भवति. अन्य उदाहरणम् अस्ति सेवायोगः ए, अत्रापि अतो गुणस्य गुणे इति सूत्रं कार्यं करोति. अत्र एकारः अकारः अनन्तरम् एकारः, अत्र परवर्णः एकारः अस्ति, तत्कारणात् एकारः एव आदेशः भवति अत्र. अत्र अतो गुणः नास्ति चेत् अत्र सेवायोगः ए अत्र अत्र वृद्धिरेचि इति पठयोगः अन्ति. अत्र यदि अतो गुणे कार्यं न करोति, अकः सवर्णे दीर्घः इत्यस्य सूत्रं कार्यं करोति, पठान्ति भवति भगिनि. अत्र सेवायोगः ए यदि अतो गुणे कार्यं न करोति, अत्र तु वृद्धिरेचि कार्यं करोति. से अत्र एकारस्य ऐकारः भवति भगिनि, किन्तु अतो गुणे इति कार्यं कृत्वा अपदान्तात् अतः इति उक्तमस्ति, अतः अतो गुणे गुणे इति कार्यं कृत्वा पठन्ति सेवे इति रूपाणि भवन्ति. अपदान्तात् इत्युक्ते किम् इति नाम किम् इति जानाति वा? कथं जानीमः पदम् अस्ति वा अपदम् अपदान्तम्? अत्र अपदान्तात् सुप्तिङ्गन्तं पदम्. आं भगिनि, आं सुप्तिङ्गन्तं पदम् इति. सुबन्तम् अस्ति चेत् नो चेत् तिङन्तम् अस्ति चेत् पदम् इति वदामः. यदि नास्ति सुबन्तमपि नास्ति तिङन्तमपि नास्ति चेत् अपदान्तम् इति अवगन्तुं शक्नुमः. अस्तु, धन्यवादः महोदय. अन्यतः अस्ति भगिनि, रेश्मी अस्मि. स्वागतं रेश्मी भगिनि. अन्य कोऽपि अस्ति वा? मया ध्वनिः कृता, तर्हि कृपया नाम उच्यताम्। भगिनि अजितः नमस्कारः। नमस्ते महोदय। नमस्ते। अहं केवलं शृणोमि भगिनि, वक्तुं न शक्नोमि। किमर्थम् इत्युक्ते महोदय, स्वरमहोदय मम नितरां पृच्छति कः आगतवान् कः आगतवान्, अन्यः जनद्वयं वा जनत्रयं वा आगतवान्, किन्तु भवती तु नाम न पृच्छति एव वदति। धन्यवादः महोदय। यदि भागं वोढुं शक्नोति चेत् निश्चयेन वदतु, मध्ये अपि वदतु। भगिनि एकः सन्देहः अस्ति, सन्देहमस्ति। सुप्तिङ्गन्तमेव पदं, किन्तु त्यक्त्वा भोक्त्वा इति अपि पदम् अस्ति, त्वा प्रत्ययः आगच्छति अपि पदमेव अस्ति। एकविध सुबन्धमस्ति वा इति मम अवगमनम् आसीत्। यद्यपि सुप् इति प्रत्ययः नास्ति, महोदयं पृच्छामः गुरु महोदयं पृच्छामः। सम्यक् प्रश्नः तु बहु समीचीनः अस्ति भगिनि, महोदयं पृच्छामः। धन्यवादः। कः पृष्टवती, का पृष्टवती भगिनि? मीना अस्मि। अस्तु मीना भगिनि, धन्यवादः। राजी भगिनी पठति वा? अहं म्यूट् मध्ये आसम्, इदानीं पठामि भगिनि, एकनिमिषम्। अस्तु, ईष् धातोः चकारादेशः, एकः धातुः, तुदादौ इष इच्छायाम् इति धातुः, इषु गमयमां छः, ईष् गम् यम् येषां चकारादेशः भवति शिति परे, अलौन्त्यस्य इत्यनेन च आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने, इषुश्च गमिश्च यं च तेषाम् इतरेतरद्वन्द्वः, इषु गमियमः तेषाम् इषु गमियमाम्, इषु गमियमां षष्ट्यन्तं छः प्रथमान्तं द्विपदमिदं सूत्रं, ष्टिवुक्लमो चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इषु गमियमाम् अङ्गस्य छः शिति। सूत्रस्य अर्थः ईष् गम् यम् येषां धातूनां चकारादेशः भवति शिति परे। अलौन्त्यस्य इति सूत्रम् अत्र आगत्य अन्तिमवर्णस्थाने एव आदेशः भवति, न तु पूर्णधातोः स्थाने। इषु गमियमाम् अङ्गस्य छः शिति इति अनुवृत्तिसहितसूत्रम्। अग्रे पठामि वा? केवलं शिति परे इति ध्येयम्, अतः इच्छति परन्तु येषिष्यति। इष योगः श, इषु गमियमां छः, अलौन्त्यस्य इत्याभ्यां शः स्थाने छः, इच् योगः आ, छे च इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमो भवति। आद्यौन्दौ टकितौ इत्यनेन इकारस्य अनन्तरं न तु पूर्वम् इच् योगः आ, इच्छ योगः आ, स्तोः शुना शुः इत्यनेन सवर्गस्य च चकारसवर्गाभ्यां योगे सवर्गस्य क्रमात् सवर्ग आदेशः, इच्छ योगः अ, इच्छ योगः अ, इच्छ इति अङ्गम्, इच्छ योगः ति, इच्छति इति लटि। इषु गमियमां छः सूत्रं शितिपरे एव कार्यं करोति, अतः इच्छति परन्तु येषिष्यति। तस्य अर्थं किं भगिनि, किं भगिनि? लृट् इदानीमेव वयं चर्चितवन्तः खलु, लृट् प्रकारे इष्य इति मध्ये आगच्छति, तर्हि शिष्य इति प्रत्ययः शित् नास्ति खलु, तर्हि तत्र एतस्य सूत्र धातु आदेशः एषः धातु आदेशः न भवति. किमर्थम् इत्युक्ते एषः धातु आदेशः क्षितिपरे एव भवति. ईश् योगः श इषुगम्यमां छः अलोन्त्यस्य इत्याभ्यां शः स्थाने छः भवति. शः स्थाने छः आगच्छति, स्थाने छः आदेशः भवति. तदनन्तरं छे च इति सूत्रेण चकारः पूर्वं चकारः परे संहितायां विषये स्वरस्य तुक् आगमः भवति. इत्युक्ते चकारः पूर्वं यत् ह्रस्व स्वरः अस्ति तत् स्थाने तुक् आगमः भवति. चेच एकनिमिषं पठामि. चकारे परे ह्रस्वस्वरस्य तुक् आगमो भवति. तुक् कित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति. छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायां. चकारस्य परे ह्रस्वस्वरः आगच्छति, तर्हि आगच्छति चेत् तुक् आगमः भवति. चकारस्य परे चकारः परे अस्ति चेत् तस्य पूर्वस्य ह्रस्वस्वरस्य तुक् आगमः भवति. तुक् कित् अस्ति, अतः आद्यन्तौ टकितौ इति सूत्रेण कित् यस्य आगमः अस्ति तस्य अन्ते आयाति. तर्हि अत्र कस्य अन्ते आयाति? तस्य अन्ते इत्युक्ते ह्रस्वस्वरस्य अन्ते. किमर्थम् इत्युक्ते ह्रस्वस्वरस्य एव तुक् आगमः भवति, तर्हि ह्रस्वस्वरस्य अन्ते अन्ते आयाति. ह्रस्वस्य तुक् छे च संहिताया इति अनुवृत्तिसहितसूत्रम्. यदि इष् धातोः विषये इष् योगः शः इषुगमीमां छः इति सूत्रम् अत्र आगत्य कार्यं करोति. अतः शः स्थाने छः आदेशः भवति. छः योग इच् योगः आ चकारस्य पूर्वं ह्रस्वस्वरः अस्ति इति कारणात् तुक् आगमः भवति. अतः इत् इच्छयोगः इच्छ इति आयाति. स्तोष्णासुः इति इति सूत्रेण सः चकारान्तः चकारान्तः भवति. भगिनि एकः प्रश्नः, तुक् आगमः अस्ति इति अस्ति, परन्तु तुक् इक् इत् अस्ति अतः लोपः भवति. तु एव अवशिष्यति. तु स्थाने केन सूत्रेण ककारस्य लोपः भवति? तुक् हलन्त्यं तस्य लोपः. परन्तु तु इति तु भगिनि स्वागतं पुष्पा भगिनि. तु अस्ति, किमर्थम् इत्येव आगच्छति, तु न आगच्छति? तु एव अनुनासिकस्वरः अस्ति किम्? आम् भगिनि, उकारः अपि अनुनासिक, तस्यापि ध्वनिः भवति, अनुनासिकवर्णः अस्ति तत्र. अत्र यत्र यत्र करपत्रे महोदय लिखति तस्मिन् समये तादृशभेदाः सूचयितुं किञ्चित् कष्टं भवति खलु अत्र जालपुटे, अतः तत्र न प्रदर्शितं. किन्तु तत्र उकारः अजनुनासिकः अस्ति. किं करपत्रं? वयं सुदादिगणः इति शेषदातसङ्ख्याः महोदय. अस्तु अस्तु अस्तु भगिनि, अस्तु भगिनि, अवगतं वा भगिनि? भवती यत् उक्तवती सत्यमेव, तत्तु अजननासिकः वर्णः अस्ति. धन्यवादः भगिनि. धन्यवादः. ककारस्य लोपानन्तरं तु इति तु तिष्ठति. उकारस्य अजननासिक इति सूत्रं कार्यं कृत्वा तकारः एव अवशिष्यते. अतः इच् योगः इच्च इति आगच्छति. इच्च योगः स्तोः सुनासुचु इत्यनेन सवर्गस्य स्थाने चवर्गः आदेशः भवति. अतः इच्च योगः इच्छ आदेशं भूत्वा योगः इच्छ इति अङ्गं प्राप्नोति. इच्छ योगः ति इच्छति इति लट् रूपं लटि भविष्यति, लटि भवति. मीटा भगिनि, भवती वदति वा स्तोः सुनास्तुः इति सूत्रस्य अर्थः कः इति? स्तोः सुनाश्च अत्र नास्ति, किन्तु भवती जानाति चेत् वदतु. आम्, स्तोः चुना स्चुः सकारः वा तकारः सावर्गः इति इत्यस्य पञ्चमी सकारः वा तकारवर्गस् वर्णा अनन्तरम् अत्र पञ्चमी नास्ति, षष्टि षष्टि तयोः स्थाने स्तु न कः आदेशः भवति स्तोः इत्यस्य कः आदेशः भवति अत्र स्चुः आदेशः स्चुः सकारस्य स्थाने षकारः सवर्गस्य स्थाने सावर्गः केन कारणेन चुना सप्तमी अस्ति चुना इति तृतीया अस्ति पूर्वमपि अनन्तरमपि आगच्छति मेलनेन ओके सकार तकारवर्गस्य स्थाने षकारः वा चकारः वर्गवर्णः आगच्छति षकारः वा चकारवर्गस्य वर्णः पूर्वम् अपि अनन्तरमपि अस्ति पूर्वं वा अनन्तरं वा अस्ति सकारचकारवर्गीयवर्णमेलनेन आम् धन्यवादः. तर्हि अग्रे पठति वा अत्र इच्छति भगिनी एकः सन्देहः स्तोः स्तुनाश्चुचु स्चुः सन्धिकार्यं वा अथवा आदेशकार्यं वा? तत्तु सन्धिकार्यम् अस्ति, तत्र आदेशः भवति सन्धिकार्यं भूत्वा तदनन्तरम् आदेशः भवति वा? सन्धिकार्यमपि तत्रापि सन्धिनिमित्तमपि आगमः वा आदेशः वा भवितुमर्हति, लोपः वा भवितुमर्हति. यत्र विसर्गसन्धिः तत्र लोपः भवति खलु, तर्हि तादृशलोपः भवति. अत्र तु आदेशः भवति, केचन सन्दर्भेषु आगमः अपि भवति. कोर्लि इति चिन्तयामि, कुत्रचित् आगमः अपि भवति. अस्तु, कार्यक्रमद्वयमपि भवितुमर्हति सन्धिः. वर्णमेलने सन्धिकार्यमस्ति किम्? वर्णमेलनं सन्धिकार्यं किमपि नास्ति भगिनि. तत्र तु किमपि सन्धि नास्ति इति कृत्वा च योगः अ च इति एव अत्र तु परिवर्तनविकारः एव न भवति. भ्रमः क्षम्यताम्. आमां नास्ति चिन्ता. एक तुक् आगमः तत्र तु केवलं तकारः एव अस्ति वा? अतः तु इति अस्ति, अतः तवर्ग सर्वम् अस्ति वा? केवलं तत्र तु उकारः अजननासिकः वर्णः अस्ति भगिनि, अतः केवलं तकारः एव. तुक् आगमः इत्युक्ते ऊकारस्य अनन्तरं ककारस्य लोपः भूत्वा केवलं तकारः एव आगच्छति. आद्यन्तौ टकितौ अत्र इच्छति स्थितिः, अत्र इच्छति स्थितिः, इच् इत्यस्मिन् ई ह्रस्वस्वरः अपि च चकारः परो परः अस्ति, अतः टुक् आगमः भवति. किन्तु कुत्र भवति? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः? ह्रस्वस्वरस्य इति सूत्रेण उक्तं, तदा इकारात् प्राक् अथवा परमिति जिज्ञासायां सत्याम् अग्रिमसूत्रेण समाधानम्. कुत्र आगच्छति इति प्रश्नः, प्राक् आगच्छति अथवा परमागच्छति ह्रस्व इकारस्वरस्य इति प्रश्नः. आद्यन्तौ टकितौ इति सूत्रमस्ति, टित् च कित् च यस्य आगमः तस्य क्रमशः आदौ च अन्ते च अवयवः भवति. आगमः टित् चेत् पूर्वम् आयाति, आगमः कित् चेत् अन्ते आयाति. आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ बहुव्रीहिः. आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं द्विपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. आगमस्य इत् वर्ण आगमस्य इत् वर्णः टित् अस्ति चेत् आदौ आगच्छति, कित् अस्ति चेत् अन्तौ आगच्छति. तुक् इति कित् अस्ति, अतः आदौ अतः ह्रस्व स्वरस्य परः आगच्छति, परम् आगच्छति. किमर्थं ह्रस्वस्वरस्य परम् इति आगच्छामः? कथं जानीमः कस्य परमिति? ह्रस्वस्य इति षष्टि अस्ति, तदेव स्थानं सूचयति. षष्टि अस्ति, तदेव स्थानम् अस्ति. अग्रे तुक् कित् अस्ति, अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परम् आयाति. तुक् आगमे ककारः उकारः च इत् संज्ञकौ वर्णौ, तकारः एव अवशिष्यते, अतः इच् इच् भवति. वयं दृष्टवन्तः खलु. आम् अग्रे पूर्वं गमनात् पूर्वम् अत्र अस्माकं सूत्रमस्ति खलु, साध्वासा इति सूत्रं, सीयसीधाः इति. एतस्य सूत्रस्य प्रसक्तिः द्वादौ अस्ति वा? द्वादौ अपि अस्ति. द्विवादौ अस्ति वा? द्विवादिगणः धातुः अस्ति. भवतः कोष्ठं पश्यामि. यदहं प्रेषितवती तत्र अहम् एतत् वयम् एतावत् इदानीमेव चर्चां कुर्मः खलु, अतः अहं न स्थापितवती तत्र नास्ति. सम्यक् भवतः अस्ति वा इति निमित्तम् अस्ति वा प्रसक्ति सत्यं धातुः नास्ति चेत् कार्यं न भवति, किन्तु क्षिति परे इति अस्ति तर्हि प्रसक्तिः अस्ति वा तत्र? प्रसक्तिः अस्ति. अस्तु तर्हि अभ्वादिगणे भवति वा इति पूर्वमेव अस्माभिः दृष्टम्. अत्र सर्वे धातवः अभ्वादिगणे अपि सन्ति, कुत्रचित् एको अस्ति प्रतिध्वनिः, म्यूट् करोति वा? कस्यापि प्रतिध्वनिः अस्ति. हलो, कृपया सर्वे म्यूट् कुर्वन्तु. तर्हि अत्र सर्वे धातवः द्वादिगणे अपि अस्ति, तर्हि द्वादिगणे अस्ति किन्तु षड्रु इति धातुद्वयं सुधादिगणे अपि अस्ति इति कारणम्. प्राप्तिः प्रसक्तिः इत्यस्य भेदः कः भगिनि? पूर्वमेव प्राप्तिः इत्युक्ते प्रसक्तिः इत्युक्ते निमित्तम् अस्ति, किन्तु प्राप्ति प्रसक्तिः इत्युक्ते निमित्तम् अस्ति चेत् प्रसक्तिः अस्ति इति वक्तुं शक्नुमः. प्राप्ति इत्युक्ते तत्र निश्चयेन कार्यं भवति वा इति प्रश्नः इति, तस्मिन् सन्दर्भे कार्यं भवति चेत् प्राप्तिः. प्राप्तिः प्रसक्तिः कार्यम् इति तृतीय प्राप्तिः कार्यम् इति द्वयोः अपि सामान्यमेव. ओ, मम नूतनकरपत्रं प्रेषितवान् वा महोदय? आम्. अस्तु अस्तु अस्तु, तत्र अहं मम अपि संशयः अस्ति किमर्थम् इत्युक्ते अहं तत्र स्थापितवती इत्युक्ते यत्र प्रसक्तिः अस्ति प्राप्तिः अस्ति किन्तु एतस्मिन् सन्दर्भे यत्र यत्र अस्माकं धातुः नास्ति तर्हि कार्यम् अस्ति वा इति मम तदेव अहं कार्यम् इति तृतीयरूपेण पृच्छति भगिनि. अत्र केचन सन्दर्भेषु प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति, किमर्थम् इत्युक्ते अन्यत् सूत्रं किम् अस्ति प्रभाते आगच्छति खलु, तर्हि अहं तस्मिन् सन्दर्भे अहं प्राप्तिः न भवति इति उक्तवती, किन्तु कार्यम् इति विषयः यत्र धातुः अस्ति तस्मिन् समये एव कार्यं सम्भवति खलु, अतः एव तृतीयं सोपानम् आवश्यकं वा इति मम अपि संशयः. तर्हि भवन्तः एव मां बोधयतु इति प्रार्थयामि. भगिनि, कस्मिन् करपत्रे महोदयः एतत् सर्वं प्रेषितवान्? प्रायः अधुना प्रेषितवान् इति मन्ये. अधुना करपत्रे एतत् नास्ति किल? एतत् प्रकोष्ठं भगिनी एव उक्तवती. भगिनी अहं दृष्ट्वा वदामि इति भगिनी उक्तवती किल? कुत्र पश्यति? करपत्रं योजितवती भगिनी, किन्तु स्वरूपमहोदय प्रेषितवती, किन्तु आमां सः प्रेषितवान्, इदानीमेव प्रेषितवान् महोदय. ईमेल् द्वारा आगच्छति भगिनि? ईमेल् इदानीं प्रेषयति न? इदानीं ईमेल् द्वारा प्रेषितवान् वा? नव ईमेल् इदानीमेव नववादने एव प्रेषितवान्. अस्तु, अहं पश्यामि. समयः नास्ति, समयः अपेक्षितः, अग्रे अपि दृश्यमस्ति. तर्हि अस्माकम् अग्रिमम् अस्ति इषुगमीयमां छ इति सूत्रं, तस्य प्रसक्तिः अस्ति वा द्वादिगणे? अमीना भगिनी वदति. आम्, इषुगमीयमां सूत्रं द्वादिगणे प्रसक्तिः अस्ति. प्रसक्तिः गम् गम् यम् इति द्वौ धातौ द्वादिगणे हस्तः अस्ति, अनन्तरं शिति इति अस्ति अस्ति, शप् अपि षित् अस्ति, तर्हि अस्तु तत्र अपि अस्ति. शनि अस्ति वा यत्र यत्र दिवादिगणे तत्र अस्ति वा? दिवादिगणे इष् धातु, दिवादिगणे सूत्रे उल्लिखितः धातोः कोऽपि दिवादिगणे नास्ति. मम करपत्रं साक्षात् पठति भवती एव सर्वे उत्तराणि दत्तवती. अहं न जानामि, अहं सत्यं मम उत्तरं तु सम्यक् अस्ति वा इत्यपि अहं न जानामि, तदर्थमेव किञ्चित् भवन्तः दोषः अस्ति चेत् कृपया वदन्तु. इषुगं यमां त्रीणि दातवः अपि त्रयः दातवः अपि सन्ति. गं यम् इति द्वादिगणे अस्ति सः, इष् अपि तुदादिगणे अस्ति. तुदादिगणे अस्ति. अस्तु भगिनि, धन्यवादः. रश्मि भगिनि अग्रे वदति वा? यदि तुदादिगणे अस्ति चेत् अस्माकं इदानीमेव दृष्टवन्तः खलु अत्र एकनिमिषं, सीदन्ति सीदति इति रूपद्वयं दृष्टवन्तः खलु, षड् षड् इति धातोः. तर्हि यदि द्वादिगणे आसीत् तर्हि द्वादिगणस्य रूपाणि कथं भवति छत्रन्तरूपं? पुंसि कथं भवति, स्त्रियां कथं भवति? द्वादिगणे सीदति इति एव भवति. द्वादिगणे सीदन्ति इति एव भवति, सीदन् सीदन्ति इति पुंसि सीदन् इति रूपं भवति, स्त्रियां सीदन्ति इति एकमेव रूपं भवति, विकल्पः तत्र न भवति इति भेदः. सुधादिगणे अस्ति चेत् स्त्रियां सीदन्ति सीदति इति रूपद्वयं भवति, सीदति सीदन्ति इति सुधादिगणे एव रूपद्वयं भवति. अस्तु तर्हि अग्रे भगिनी एव पठति वा सम्प्रसारिणः धातवः इति? सम्प्रसारिणः धातवः चत्वारः धातवः, सुधादिगणे चत्वारः सम्प्रसारणिन धातव सम्प्रसारणिनः धातवः. ओर् ओव्रश्चु छेदने कर्तयति व्रश्च, प्रच्छ नीत्सायां प्रच्छ, फ्रश् फाके टु फ्रै पार्च् रोस्ट् फ्रज्, व्यच व्याजीकरणे वञ्जयति व्यच्, गृहिज्या वै व्यथि वष्टि विचति वृच्छति पृच्छति पृच्छतीनां नीति च. गृहज्या वै व्यथ् वष् व्यच् व्रच् प्रच् थस् येषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे. इतरेतरद्वन्द्वः षष्टिविभक्तौ. गृहिज्या वै व्यथि वष्टि विचति वृच्छति पृच्छति पृच्छतीनां षष्ठ्यन्तं नीतिसप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रम्. वचिस्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः. षड् ष्यङ् सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं गृहिज्या वै व्यथि वष्टि विचति वृच्छति पृच्छति पृच्छतीनां निति किति च सम्प्रसारणम्. अत्र गृह् ज्या व्ययि व्यथि एते धातूनां सम्प्रसारणं भवति इति एतत् सूत्रं वदति. यथा ङित्वा ङित्वा परे आगच्छति प्रत्ययः, कित् प्रत्ययः वा ङित् प्रत्ययः परे आगच्छति, तथा एतान् धातूनां कृते सम्प्रसारणं भवति. सम्प्रसारणम् इत्युक्ते यण् स्थाने इक् इकः आगमः इक् आगमः भवति इक् आदेशः अत्र उदाहरणमस्ति वृश्च वृश्च योगः श वृच् योगः अ गृहीज्य इत्यनेन सम्प्रसारणं वृच् योगः अ वृच्छ इति अङ्गं वृच्छयोगः ति वृच्छति प्रतिपादयति वा तत्र वृच् इति कथं भवति सोपानानि वृच् इति धातुः अस्ति वृश् तत् अत्र तदादिगणे विकरणप्रत्ययः श इति अतः वृश्च योगः श तत्र शकारस्य इत्संज्ञ भवति तस्य लोपः भूत्वा अकारः अवशिष्यते अतः वृश्च योगः आ इति रूपम् आगच्छति तत्र गृहीज्य एतत् सूत्रेण सम्प्रसारणं भवति अत्र यण्स्थाने इकादेशः अत्र बकारः अपि यण् अस्ति रेफः अपि यण् अस्ति तर्हि कथं जानीमः कस्य सम्प्रसारणं भवति उभयोः अपि सम्प्रसारणं भवति वा इति प्रश्नस्य तत्र एकस्य एव अनन्तरं किम् आगच्छति परवर्णस्य एव सम्प्रसारणं भवति अत्र एकं सूत्रमस्ति सम्प्रसारण च इति सम्प्रसारणाच्च अत्र सम्प्रसारणे सम्प्रसारणम् इति सूत्रमस्ति अत्र वदति कुत्रापि सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणम् अत्र सम्प्रसारण सम्प्रसारण वर्णः द्वौ अस्ति चेत् तत्र पूर्वं स्थितस्य वर्णस्य सम्प्रसारणं न भवति केवलं परे स्थितस्य वर्णस्य एव सम्प्रसारणं भवति अत्र तर्हि अस्माकं वृश्च इत्यस्य कस्य सम्प्रसारणं भवति अत्र ऋकारस्य सम्प्रसारणं भवति रेफस्य सम्प्रसारणं भवति अतः रेफस्य स्थाने कः वर्णः आगच्छति तर्हि रेफस्य स्थाने ऋकारः ऋकोयणचि इति ऋकारस्य अर् भवति अत्र रेफस्य ऋ भवति अतः वृच् वृच् योगः आ भवति वृच् इति रूपम् आगच्छति पुनः रेफः अस्ति खलु तत्र रेफः अस्ति बकारः रेफः अकारः इति अस्ति तत्र चकारात् पूर्वं के वर्णाः सन्ति वर्णत्रयं तत्र अस्ति वकारः रेपः अकारः इति अस्ति व्रा खलु तर्हि तत्र किं भवति रेपस्य तु ऋकारः भवति अनन्तरम् अकारः अपि अस्ति खलु तस्य किं भवति लिखित्वा करपत्रं किमपि अस्ति चेत् तत् लिखित्वा पश्यतु अत्र अस्माकं व्र इत्यस्मिन् वर्णत्रयं वर्तते वकारः रेफः अकारः इव् ऋ आ व्र इति भवति खलु तर्हि रेफस्य मध्ये यत् रेफः अस्ति तस्य वकारस्य तु किमपि न भवति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण तर्हि रेफस्य ऋकारः आदेशः भवति अनन्तरम् अग्रे आ अपि अस्ति ब्रा इत्यस्य आ अस्ति अग्रे तस्य किं भवति तर्हि अग्रिमसूत्रं पठतु, सम्प्रसारणाच्च इति सूत्रं पठतु. सम्प्रसारणाच्च, सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने इकः पूर्वरूपादेशो भवति. अत्र तु सम्प्रसारणसंज्ञकवर्णः अस्ति रेफः, तस्य अनन्तरम् अच् वर्णः इति अकारः अस्ति. अतः अत्र सूत्रं वदति सम्प्रसारणसंज्ञकवर्णात् अनन्तरम् अच् वर्णः अस्ति चेत् तत्र पूर्वपरयोः स्थाने एकः एव आदेशः, तत्तु पूर्वरूप आदेशः. अतः ऋकारः एव तत्र अवशिष्यते. तर्हि बकारः ऋकारः वृ इति भवति. वृश्च इति वृश्च इति आगच्छति, वृच्छ योगः आ वृच्छ इति अङ्गम्. अतः वृच्छयोगः इति पृच्छति इति तिङन्तरूपम् आगच्छति. अग्रे पठति वा? चत्वारः. अनन्तरं पृच्छ, पृच्छ योगः श, तत्रापि पृच्छ, पृच्छ योगः श. अत्र शकारस्य लोपः भूत्वा पृच्छ योगः आ इति अवशिष्यते. अत्रापि गृहीज्या इति सूत्रे, गृहीज्या व्ययी व्यथि इति सूत्रेण सम्प्रसारणम्. अत्र सम्प्रसारणं वदनस्य आवश्यकता नास्ति भगिनि, अग्रे गच्छेम. कस्यपि सन्देहः अस्ति वा अत्र? अत्र पुनः द्रष्टव्यं वा सोपानानि? न, प्रा एतत् ब्रा इति वृ भवति, अतः तत् समानकार्यमेव अत्रापि आगच्छति किल. तत्र पकारः, ऋकारः, रेफः, अकारः, तदपि पृ इति रूपम् आगच्छति. पृच्छ इति अङ्गं, पृच्छति इति लट्टिरूपम्. अनन्तरं फ्रस्ज, फ्रस्ज योगः श, फ्रस् योगः आ, गृहीज्य इति सूत्रेण सम्प्रसारणं, फृज् योगः आ. अत्र स्तोहश्चुनाश्चुः इति सूत्रेण तत्र शकारः अस्ति, तत्र जकारः अस्ति. सकारस्य स्थाने शकारः आगच्छति स्तोहश्चुनाश्चुः इति सूत्रेण. अतः भृष्ज् योगः आ, भृष्ज् योगः आ इति रूपमागच्छति. भृष्ज् योगः आ, तत्र झलां झष् झषि इति सूत्रेण. अग्रे पश्यन् भवती पूरयति वा प्रायः अग्रिम. भृज् योगः आ, भृज्या इति अङ्गं, भृज्यायोगः इति भृज्यति, भृज्ययोगः ते, भृज्यते इति रूपम् आगच्छति. अनन्तरं व्यच्, व्यच् योगः श, व्यच् योगः आ, गृहीजेजसूत्रेण सम्प्रसारणम्. अनन्तरं विच् योगः आ, विच इति अङ्गं, तिङ् प्रत्यय योजनेन विचयोगः इति विचति इति रूपम्. धन्यवादः भगिनि. पुष्पा भगिनी पठति वा जलाङ्गशि इति? अत्र अस्ति वा? अत्र प्रायः अग्रे अस्ति भगिनी. अत्र गेस्ट् अस्ति, अस्ति भगिनी, यूट् मध्ये अस्ति वा? अस्तु, धन्यवादः. तर्हि रामप्रिया भगिनी पठति वा अग्रे? आं भगिनि, किञ्चित् ततः पूर्वं जलाङ्गशि इत्यस्मिन् विषये किञ्चित् वक्तुं शक्यते वा भवत्या? जलां झष् झषि इति सूत्रम् अत्र नास्ति इति मन्ये. अग्रे भवती आगच्छति, अग्रे अस्ति वा? क्षम्यताम्, नुमागमः पठित्वा पठामि वा? अस्तु भगिनि, नास्ति चिन्ता, क्रमेण पश्यामः. किं पठनीयं भगिनि, नुमागमः वा? क्षम्यता इक्तप्रत्यये परे किति इत्यस्य उदाहरणं व्रच्छ वृक्नः व्रच्छ पृष्टः व्रच्छ वृष्टः व्यच्छ व्यच् विचितः इति किति मिति प्रत्यये परे खलु तर्हि मिति इत्यस्य उदाहरणं दृष्टवन्तः अत्र इति प्रत्ययस्य किति प्रत्यये परे किति तत्रापि समानकार्यं भवति नुमागमः अष्टधातवः एतावता अस्माभिः दृष्टं यत् धातुः इति चेत् नुमागमस्य प्रसक्तिः यदा तर्हि ग्रहीजवै इत्यस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति इति अस्माकं द्वादिगणे द्विवादिगणे तस्मिन् निति परे निमित्तमस्ति निति च हलो हलो हलो किम् अभवत् न जाने भगिनि प्रायः कस्यपि कनेक्षन् भङ्गम् अन्य नूतनः अस्ति वा नाम उचितं भगिनि नाम वदतु कृपया यदि नाम न उक्तवन्तः चेत् हलो नूतनः अस्ति वा न न क्षम्यतां मम काल् कट् अभवत् अतः अहं पुनः आगच्छति क्षम्यतां भगिनि नास्ति चिन्ता भगिनि ग्रहीज्या वै तु मिति परे एव अस्ति अतः भ्वादिगणे सूत्रस्य प्रसक्तिः नास्ति दिवादिगणे अस्ति किञ्चित् तदपि पित् अस्ति ङित्वत् अस्ति अतः तस्य प्रसक्तिः तत्र अस्ति दिवादिगणे तुदादिगणे अपि अस्ति भ्वादिगणे नास्ति अस्तु भगिनि बहु धन्यवादः प्रसक्तिः अस्ति कार्यमपि अस्ति खलु अस्माकं प्रसक्तिः अस्ति कार्यमपि अस्ति भुवादिगणे नास्ति नुमागमः अष्टधातवः एतावता अस्माभिः दृष्टं यद् धातुः इदित् अस्ति चेत् नुमागमस्य प्रसक्तिः यदा वदी धातुः इदित् ह्रस्व इकारः इत् यस्य सः अस्ति अतः ईतो नुम् धातोः इति सूत्रेण नुमागमः विहितः वदि वद् वन्द् वन्द् वन्द् इति भवति परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति मुचाद्यन्तर्गणः यत्र धातुः इति नास्ति चेदपि नुमागमः विधीयते मुचाद्यन्तर्गणः अस्मिन् अन्तर्गणे अष्टौ धातवः सन्ति मुच् सिच् विद् किद् पिश् कृत् लिप् लुप् इति धातवः सन्ति मुच्लु मोक्षणे मुक्तीकरणे मुच् भवति उपदेशे अनुनासिका इति लूप् लू वर्णः इत् तस्य लोपः षिच् शरणे सिञ्चने सिच् भवति धात्वादेः शः सः इति सूत्रेण सिच् भवति विद्लु लाभे प्राप्तौ विद् कित् परिघाते खिन्नः भवति दुःखम् अनुभवति किद् भवति किद् किध किद् भवति पिश अवयवे भागविभागीकरणे पिश् इति भवति कृतिछेदने कर्तयति कृत् लिपि उब्देः लेपने लिप् लुप्लु छेदने कर्तयति लुप् प्रथमं तु मुच् योगः श तुदादिभ्यः शः इति श विकर्णप्रत्ययः अनुबन्धलोपान्तरं मुच् योगः अ शे मुचादीनाम् इति प्रथमं सूत्रमस्ति मुचादीनां नुमागमः भवति शे परे मुच् आदिर्येषां ते मुचादयः तेषां मुचादीनां शे सप्तम्यन्तं मुचादीनां षष्ट्यन्तं द्विपदमिदं सूत्रम् इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मुचादीनामङ्गस्य नुम् शे अर्थमस्ति सूत्रस्य अर्थमस्ति मुचादीनां धातोः अस्ति अङ्गस्य अस्ति चेत् नुम् आगमः भवति, निमित्तमस्ति शे परे, शकारः परः अस्ति चेत्, तत्र तु शकारः परः अस्ति तदानीं नुम् आगमः भवति. मितचोन्त्यात् परः, यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परम् आयाति, अपि चायं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवो भवति. इम् इत् यस्य सः मित् बहुव्रीहिः, मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तम् परः प्रथमान्तम् अनेकपदम् इदं सूत्रम्. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ अन्त्यात् अचः इत्यस्य अर्थः निर्धारणं नाम स्वर्वेषु स्वरेषु अन्तिमः. अत्र षष्टिविभक्तेः अर्थः स्थाने इति न, अतः षष्टिस्थानेयोगा इत्यस्य अपवादः. अनुवृत्तिसहितसूत्रम् अन्त्यात् अचः परः मित् अन्तः. नुम् मित् अस्ति अतः अन्त्यात् अचः परः आगच्छति इति अस्मिन् अस्य सूत्रस्य अर्थं तदस्ति. नुम् आगमः मित् अस्ति, मकारः इत्यस्य सः, अतः नुम् अचः अन्त्यात् परम् आयाति इति. पूर्वमेव वयं दृष्टवन्तः खलु अनेके सन्दर्भेषु नुम् आगमः इति यत्र यत्र भवति तत्र तत्र निदृच्छन्त्यात् परम् इत्यस्यपि पठामि वा भगिनि? उदाहरणं मुच्लु मुच् भवति उपदेशे अचनुनासिका इति तस्य लोपः इति लोप इत् संज्ञा भवति. मुच् मुञ्च् भवति. शे मुचादीनाम् इति सूत्रेण नकारस्य आगमः भवति. नुम् मित् अस्ति अतः अन्त्यात् परः. अत्र अस्माकम् अन्तिम अच्वर्णः कः अस्ति? उकारः. उकारात् परः आगच्छति. मुञ्च् भवति. नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य स्थाने अनुस्वारः आगच्छति. मुञ्च इति भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण चकारस्य परसवर्णपञ्चमवर्णः इञ्ज् आगच्छति अनुस्वारस्य स्थाने. मुञ्ज् योगः श, मुञ्ज इति अङ्कं, मुञ्च योगति मुञ्चति इति लटि रूपम्. नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णद्वयोः सूत्रयोः किञ्चित् विवरणं ददाति वा? नश्चापदान्तस्य जलि इति सूत्रेण जल् प्रत्याहारे अपदान्तस्य नकारस्य स्थाने अनुस्वारः आगच्छति. यदा जल् प्रत्याहारे हारः परः अस्ति चेत् वा भगिनि? अपदान्तस्य नकारस्य मकारस्य मकारस्य अपि जल् प्रत्याहारे अस्ति चेत् अनुस्वारस्य ययि परसवर्णः तु शशसः विना सर्वे हल् वर्णाः, तस्य अनुस्वारस्य स्थाने तद्वर्गीयपञ्चमवर्णाः आदेशः भवति. यदि शशसः अस्ति चेत् किं भवति? तदेव अनुस्वारः एव अस्ति, तस्य परिवर्तनं न भवति, तिष्ठति, क्षम्यता, परिवर्तनं न भवति, आदेशः वा न भवति. देयं यत् च विकर्णप्रत्ययः यत्र न विहितः तत्र नुमागमः न भवति. मुच्योगः इक्त मुक्तः इति इक्तप्रत्ययरूपं. विकर्णप्रत्ययः श नास्ति अतः मुक्तः इति रूपं. षिच् सिच्च धात्वादेः शः सः इति श विकर्णप्रत्ययः, सिनच् योगः अ, सिञ्च् योगः अ, सिञ्च योगः सिञ्च इति अङ्गं, सिञ्चति इति लटीरूपं, विद्लु विद्ध विध योगः श, बिन् शेमुचादीनाम् इति नकारः आगच्छति, बिन् बिन्ध योगः अ, बिन्ध योगः अ, बिन्ध योगः अ, बिन्द इति अङ्गं, विन्दति इति लटीरूपं, किद् किद् योगः श, किन्ध योगः अ, किन्द योगः अ, किन्द योगः अ, किन्दति किन्द इति अङ्गं, किन्दति इति लटीरूपं, पिश् पिश पिश् योगः श, पिञ्च योगः अ, पिञ्च योगः अ, पिञ्च इति अङ्गं, पिञ्चति इति लटीरूपं, कृति कृत् योगः श, कृन्त् योगः अ, कृन्त योगः अ, कृन्त योगः अ, कृन्त इति अङ्गं, कृन्तति इति रूपं, लिप् योगः श, लिम्प योगः अ, लिम्प योगः अ, लिम्प अ, लिम्पति इति लटीरूपं, लुप् लु लुप् इति उपदेश चनुनासिका इति लुकारः इत्संज्ञा, लुम्प योगः अ, लुम्प योगः अ, लुम्प इति अङ्गं, लुम्पति इति रूपं, तदा अनुस्वारादेशः नश्चापदान्तस्य जलि इति सूत्रमस्ति. आम् सूत्रं पठामि वा भगिनि? भगिनि क्षम्यतां, म्यूटेड् आसीत्. सूत्रं प्रथमवाक्यं, अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलि परे. जल् प्रत्याहारवर्गस्य प्रथम द्वितीय तृतीय चतुर्थ च वर्णः अपि च षषसः इति वर्णाः अन्तर्भूताः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य महानः च अनुस्वारः जलि संहितायां. परसवर्ण आदेश अनुस्वारादेशः वर्ण सूत्रमस्ति. परसवर्णादेशः सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः इति. अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्ण आदेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्टि, क्षम्यताम्, अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम्. मिदचोन्त्याक् परः अत्र अनुवृत्तिः सहितसूत्रमस्ति. मित् अन्त्यात् अचः परः अन्तः इति. अत्र अन्तः अन्तिम अन्तः, तस्य अर्थः कः अत्र? तस्य आवश्यकता का कः कः? अन्त्यात् अन्त्यात् इत्युक्ते अन्तम् आरभ्य अन्तिमाचः, अङ्गस्य अन्तम् आरभ्य पृष्ठतः गन्तव्यम्. अत्र अन्तः इत्युक्ते अत्र अङ्गस्य अन्तात् आरभ्य इति आरभ्य इति. आं महोदय, अङ्गस्य अन्तात् आरभ्य अन्तिम अच्वर्णपर्यन्तम्. क्षम्यताम्, अन्त्य अन्त्यात् इति किमर्थम्? अत्र क्षम्यतां, तदेव पृच्छति खलु, अन्त्यात् इति किमर्थमिति? तत्तु समीचीनमेव, तत्तु अन्तिम अच्वर्णः इत्येव अस्ति. मित् अन्तः इति किमर्थं पुनः अत्र अन्तः इत्यस्य मित् आदेशः भवति इत्येव अस्ति, तत् तर्हि अन्तः इत्यस्य आवश्यकता किं न जाने भगिनि. महोदय, अन्त्यात् अतः परः मित् इत्येव पर्याप्तम् इत्येव खलु प्रश्नः? तत्र अन्तः इत्यस्य आवश्यकता नास्ति. अहं महोदय पृच्छामि, महोदय विशेषणविशेष्यभावः अस्ति. एकवारं वदतु भगिनि, एकवारम्. अत्र महोदयस्य प्रश्नः अस्ति, सुब्रह्मण्यस्य महोदय प्रश्नः अस्ति, अन्त्यात् अचः किमर्थम् इत्युक्ते अन्तिम अचः परे खलु मित् आगच्छति, तर्हि अन्त्यात् अचः परः मित् अन्तः इति पुनः किमर्थम् इति प्रश्नः. अन्ते तद् अनन्तरं परे इति अर्थात् भवति वा परः इत्यस्येव अस्ति खलु तत्र अचः इति पञ्चमी विभक्ति अस्ति खलु अन्त्यात् इति अपि पञ्चमी अस्ति अन्त्यात् विशेषणमस्ति अन्त्यात् इति विशेषणविशेषभावः अस्ति अनन्तरं पुनः मित् अन्तः इति किमर्थमिति महोदयस्य प्रश्नः अन्तः मित् अन्तः द्वौ पदः सन्ति किमर्थम् अत्र अन्तः इत्यस्य अनुवृत्तिः किमर्थम् अवयवः तदेव अन्तः इति मम चिन्तनं किं किं भगिनि पुनः मित् आगमः आगमात् अन्तिम अवयवः भवति यः आगमः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परमायाति अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति अन्तिम अवयवः इति तर्हि अन्तिम अवयवो भवति इत्यस्य अन्तः इति भवति वा मित् इत्यस्य अस्तु अस्तु मित् इत्यस्य विशेषणं भवति खलु कीदृशमित् इत्युक्ते अन्तः मित् इति वा अत्र अस्माकं सूत्रतः महोदयेन दत्तमस्ति यः आगमः मित् अस्ति सः अचवर्णेषु अन्त्यात् परम् आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति इति तर्हि ततः आगच्छति आम् आं भगिनि सत्यम् अत्र सूत्रार्थं प्रथमवाक्यं पठति वा यः आगमः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति अपि च अचः परः इत्यस्य भवति खलु समाधानम् अभवत् तत्तु समीचीनमेव तत्तु अहं तत्तु मम प्रश्नः न अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवो भवति अपि च अयं मित् मित् यस्य वर्णसमुदायस्य आगमः अत्र अत्र नुम् आगमः खलु तर्हि आगमः इत्युक्ते नुम् इत्यस्य अन्तिम अन्तिमावयः अस्ति खलु एषः मित् तथा खलु न सम्यक्तया न अवगतं भगिनि नो चेत् भुजादीनाम् इत्यस्य अन्तिम अत्यन्तिमः भवति इति वा अन्तिमावयः भगिनि अत्र अत्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः इति लिखितम् अस्ति किल अन्तः इति अन्तः तद् अन्तः तु अत्यन्तौ टकितौ इत्यस्य एव आगच्छति किल अन्त्यस्य अन्त्यात् अचः इत्यस्य अर्थः अर्थनिर्धारणं सर्वेषु स्वरेषु अन्तिमः सर्वेषु स्वरेषु अन्तिमः परः मित् अन्ते अस्ति इति वा मुजादीनाम् अन्तः भवति खलु किमर्थम् इत्युक्ते मुजादीनामेव नुमागमः भवति तर्हि मुजादीनाम् अन्तिम अवयवः भवति इति वा तस्य अन्तिम यस्य वर्णसमुदायस्य आगमः तर्हि यस्य वर्ण अत्र षष्टिः उक्तमस्ति तर्हि मुजादीनां नुमागमः भवति खलु तर्हि मुजादीनां तस्य अवयवसमुदायस्य अन्तिमवर्ण अवयवः भवति तर्हि मुजादीनाम् अन्तिम अवयवः भवति इति खलु पृच्छामः अस्तु अस्तु भगिनि अस्तु तद् अस्तु धन्यवादः भगिनि अनन्तरं महोदय अग्रे पठति वा अहमपि सम्यक् न जानामि महोदय सन्धिकार्यं द्वौ धातु तथैव खलु भगिनि सन्धिकार्यम् ओलस् जि व्रीडायां लज्जितो भवति लज् तुमस्जो शुद्धौ निर्मलो भवति स्वच्छो भवति स्नानं करोति जले निमग्नो भवति मस्ज् ओलस्जि लस्ज् अत्र उपदेशे अज् अनुनासिक इत् अत्र तत्कारणात् अत्र प्रथम ओकारः अनन्तरम् अन्तिम ईकारः द्वयोः लोपः भवतः लस्ज् अनन्तरमत्र सकारस्य स्थाने षकारः आदेशः भवति किमर्थं चेत् अत्र जकारः परे अस्ति तोः चुनाश्चुः इति सूत्रात् अनन्तरं लज् लज् भवति अत्र षकारस्य स्थाने जकारः आगच्छति पुनः अत्र परे जकारः अस्ति तत्कारणात् झलां च झषि इत्यस्मात् सूत्रात् अनन्तरं लज् योगः श लज्ज अत्र षकारस्य लषक्पत्तद्धिते इत्यनेन षकारस्य न षकारः षित् अस्ति तत्कारणात् तस्य लोपः अकारः एव अवशिष्यते लज् योगः अ लज्ज इति अङ्गम् अनन्तरं लज्ज योगः ते लज्जते इति तिङन्तपदं निष्पन्नं भवति अत्र आगे पठामि वा भगिनि झलां झष् झषि सूत्रस्य अत्र झलां स्थाने झषादेशो भवति झषि परे अत्र झलाम् इत्युक्ते अत्र सर्वे हल्वर्णाः परन्तु अत्र एकं वा द्वे न भवति एकवारं भगिनि अत्र अत्र अनुस्वारः न भवति अनन्तरम् अत्र झष् झल् प्रत्याहारे भगिनी अत्र झल् प्रत्याहारे अत्र ज भ गढ ध ज भ गढ ध ख फ च ठ थ चट त क प श स ष ह वर्णाः सन्ति अत्र इत्युक्ते अत्र अनुस्वारः न भवति अनुस्वारः न भवन्ति वर्गीयव्यञ्जनानां पञ्चमसदस्यः न भवति अनन्तरं तर्हि वर्गीयव्यञ्जनानां प्रथम द्वितीय तृतीय चतुर्थ सदस्याः भवन्ति अनन्तरं शशस हा भवति खलु जलं ला न भवति पञ्चमसदस्यात् न भवति अत्र तेषां स्थाने झष् आदेशः भवति यदि झषि झष् इत्युक्ते झष् इत्युक्ते अत्र ज ब गड द इत्युक्ते तृतीयसदस्य आदेशः तृतीयसदस्याः एव अत्र अनन्तरं झषि इत्युक्ते अत्र झषि परे झषि इत्युक्ते अत्र चतुर्थ तृतीय व्यञ्जनानि वर्गीयव्यञ्जनानि तेषां परे यदि ते वर्णे परे अस्ति चेत् अत्र झलां स्थाने झष् आदेशः भवति अत्र अत्र तु शकारः अस्ति, तालव्यशकारः अस्ति, तदनन्तरं जकारः अस्ति, तत्तु झषि अस्ति, तत्कारणात् शकारस्य स्थाने जकारः आदेशः भवति अत्र. अनन्तरं तुमस्जो प्रथमम् अत्र ओकारः उपदेशे अजनुनासिक इत्तस्मात् कारणात् लोपः भवति. अकारः सूत्रम् इदानीं तु न स्मरामि. चुटुकार तु चुटु इति सूत्रेण खलु, चुटु चुटु चुटु इति सूत्रात् अत्र टकारस्य लोपः, उकारस्य लोपः अपि उपदेशे अजनुनासिक इत्तस्मात् कारणात् मज् इति अवशिष्यते. अत्र अनन्तरम् अत्र सकारः तु झलाम् अस्ति. आदिर्निटुडु किमर्थम् इत्युक्ते टु इति अस्ति खलु, टु अस्ति महो, आदौ अस्ति खलु. अत्र सकारः सकारः झलाम् अस्ति, अनन्तरं तस्मात् तस्य अनन्तरं यः जकारः अस्ति तत्तु झषि अस्ति, तस्मात् कारणात् अत्र सकारस्य स्थाने तालव्यशकारः आदेशः भवति. मज् इति निष्पम् आगच्छति. अनन्तरम् अत्र न प्रथमं तु अत्र क्षम्यतां भगिनि, मज् मज् तु स्तोहश्चुनाश्चुः इत्यस्मात् कारणात् भवति खलु भगिनि. अत्र अत्र सकारतवर्गीय व्यञ्जनानां स्थाने शकारः अथवा चवर्गीयव्यञ्जनम् आगच्छति यदि चुना अस्ति. अत्र चुना पूर्वमपि भवितुमर्हति, अनन्तरमपि भवितुमर्हति अत्र तृतीयाविभक्तिकारणात्. तत्कारणात् अत्र सकारस्य स्थाने तालव्यशकारः, अनन्तरं झलां झष् झषि तस्मात् कारणात् अत्र तालव्यशकारस्य स्थाने जकारः आदेशः भवति. मज् मज् योगः अत्र विकरणप्रत्ययः श अस्ति, अकार एव अवशिष्यते अत्र. मज् योगः मज्ज इति अङ्गम्, अनन्तरं मज्जयोगः इति मज्जति तिङ् प्रत्ययः निष्पन्नः भवति अत्र. अत्र कथं आद्यं नितु डवः डवः आद्यं नितु डवः डवः नीटु डु आदि आदौ प्रत्ययस्य आदौ धातोः वा प्रत्ययस्य आदौ नी टु डु इति एते वर्णेषु एकः वर्णः आगच्छति चेत् तस्य लोपः भवति. तर्हि अत्र टु इति अस्ति खलु. अस्तु धन्यवादः भगिनि. आं भगिनि, अत्र एकनिमिषम् ओके. आय् प्रत्यय आय प्रत्ययः एकः धातुः, तुदादौ विच् गतौ विच् इति धातुः, गुपु धूप विच्छि पाणि पनिभ्यः आयः. गुपु धूप विच्छ पण पन एतेभ्यः धातुभ्यः आय प्रत्ययो भवति स्वार्थे. गुपुश्च धूपश्च विच्चिश्च पनिश्च पनिश्च तेषाम् इतरेतरद्वन्द्वः गुपु धूप विच्चि पणिपन पणयः तेभ्यः गुपु धूप विच्चि पणिपनिभ्यः गुपु धूप विच्चि पणिपनिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरनेकाचो हलादेहे क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुपु धूप विच्च पणिपनिभ्यः धातुभ्यः आयः प्रत्ययः परश्च गुपु धुपु विच्च पण पन एतेभ्यः धातुभ्यः आयः प्रत्ययः भवति स्वार्थे इत्युक्ते अर्थं किं भवति भगिनि स्वार्थे इत्युक्ते यत्र स्वार्थे इत्युक्ते स्वार्थकार्यं स्वार्थे इति स्वार्थे एव आयः आयाति वा आम् आं भगिनि ओके विच्छ योगः आय विच्छाय सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा विच्छाय इति धातुः कर्त्रर्थे सार्वधातुके परे तुदादिभ्यः शः विच्छाय योगः अतोगुणे इत्यनेन पूर्वपरयोः पररूपम् एकादेशः विच्छाय इति अङ्गम् विच्छाय योगः इति विच्छाय इति विच् धातोः आय प्रत्ययः योजयितुं चेत् विच्छाय इति आगच्छति इति धातुरूपमस्ति तत्तु विच् इति औपदेशिकधातुः अस्ति किन्तु विच्छाय इति आदिदेशिकधातुः अस्ति अस्तु विच्छाय इति योजयामः आय इति योजयित्वा विच्छाय इति आगच्छति सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञा विच्छाय इति धातुः अस्तु कर्त्रर्थे सार्वधातुकपदे तुतादिभ्यः शः तुतादिगणे शः विकर्णप्रत्ययः आयाति अतः शः विकर्णप्रत्ययः लोपानन्तरम् आ एव अवशिष्यते अतो गुणे इति सूत्रम् अत्र आगत्य कार्यं करोति अतः पररूप अकारः एव आदेशः भवति पूर्वरूप अकारः त्यक्तव्यम् अतः विच्छाय इति अङ्गं भवति विच्छाय योगः सिङ्गन्धप्रत्ययः योजयित्वा विच्छाय इति लटिरूपं प्राप्नोति अग्रे अस्मिन् सूत्रे अवशिष्टाः धातवः भुवादिगणस्य पाठे तेषां विवरणं गोपायति धूपायति परणायति पनायति इति तावद् तादृशमेव विच् योगः आय इति अहं योग वयं योजयित्वा किं कार्यं कुर्मः तादृशः एव गोपः धूपः पणः पनः इति धातु गुपु धूपु बिच् पण इति धातु अपि कार्यं करोति गुपु धूप पण पन धातु अपि तादृशमेव कार्यं करोति मम अवगमनमस्ति प्रायः गुपु धूप बिच् पण पन इति एतेभ्यः विच् इति धातुः सुदादिगणे अस्ति अतः सुदादिभ्यः शः इत्यस्य प्रसक्तिः अस्ति किन्तु विच् इति धातुः सदा स्वार्थे प्रयोगः भवति अतः सदाद्यन्तदातः अतः आयप्रत्ययः प्राय गुपु अपि स्वार्थे अपि गुपु गुपु धूप पण पन अपि स्वार्थे एव कार्यं करोति किल इति मम अवगमनम् आं भगिनि वयम् आय इति योजयामः अस्तु भगिनि अग्रे पठामि वा विकर्णप्रत्ययः विकल्पः एकः एकः एव अंशः अस्ति. आं भगिनि, विकरणप्रत्यये विकल्पः वा ब्राश ब्लाश ब्रमु क्रमु क्लमु त्रसि त्रुटि लषः ब्राश ब्लाश भ्रमु चलने क्रम क्लम त्रस् त्रुट् लष् एतेभ्यः क्यन् विकल्पेन भवति कर्त्रर्थके प्रत्यये परे. ब्रशश्च ब्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश्च तेषां समाहारद्वन्द्वः ब्राश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लश् तस्मात् ब्राश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलषः वा अव्ययपदं ब्राश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलषः पञ्चम्यन्तं द्विपदमिदं सूत्रं दिवादिभ्यः ष्यन् इत्यस्मात् ष्यन् इत्यस्य अनुवृत्तिः कर्तरि श्रप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोर् एकाचोः हलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्राश प्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लषः धातुभ्यः ष्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके इत्यादि धातुभ्यः ष्यन् प्रत्ययः परे अस्ति चेत् ष्यन् प्रत्ययः विकल्पेन दिवादिगणे नास्ति परन्तु ष्यन् प्रत्ययः विकल्पेन भवति कर्तरर्थे सार्वधातुके प्रत्यये परे अस्ति चेत् अत्र कर्तरर्थके प्रत्यये सार्वधातुके परे अत्र केचनाः तु द्वादिगणे सन्ति केचनाः तृट् इति धातुः स्वयं तुरादिगणे अन्ये धातवः द्वादिगणे सन्ति द्वादिगणे अस्ति चेत् शप् आगच्छति तुदादिगणे अस्ति चेत् श इति आगच्छति किन्तु विकल्पेन शन् अपि भवति इति एतस्य सूत्रम् एतत् सूत्रं वदति. तुदादौ त्रुट् श प्रत्यये त्रुटति विकल्पेन शन् प्रत्यये त्रुट्यति अस्मिन् सूत्रे त्रुट् धातुः तुदादिगणे अवशिष्टाः सर्वे धातवः वादिगणे सन्ति न कोऽपि धातुः दिवादिगणे इत्थं च विशिष्टसूत्रेण शन् इति विकरणप्रत्ययः विहितः शन् अभावे शप् इति सामान्यं द्वादौ श इति सामान्यं तुदादौ इति तुदादिगणे समग्रं तिङ्सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम्. तर्हि कस्यपि प्रश्नः अस्ति वा? अहं तु त्रुटति त्रुटति अस्ति भगिनि त्रुटति अस्ति न त्रुट्यति नास्ति अपि विकल्पेन भवति त्रुट्यति त्रुट्यति न उपयोगं करिष्यामि कति उपयोगं कुर्मः अस्ति रूपद्वयमपि साधु तुदादिगणे इति चिन्तयामः तर्हि च इति विकरणप्रत्ययः आगच्छति तर्हि त्रुटति इति रूपं किन्तु विकल्पेन इत्युक्ते तदपि रूपं सम्यक् अस्ति विकल्पेन साधु अस्ति तदपि त्रुट्यते इति वक्तुं शक्नुमः किन्तु तुदादिगणे एव भगिनि मम एकः प्रश्नः शन् उपयोगं कृत्वा तु तुदादिगणे तत् शन् उपयोगं कुर्मः चेत् तृट्यते इति भवति धातुः तुदादिगणे एव अस्ति भगिनि मम एकः प्रश्नः अस्ति, कृत् प्रत्यये परे इति वाक्यं किति इत्यस्य उदाहरणं व्रश् वृक्णः व्रच् पृष्टः व्रच् भ्रष्टः व्यच् उचितः कथं कथं भवति एकवारं भवती वक्तुं शक्नोति वा? तत्र अनेके हंसन्धिकार्याणि सन्ति भगिनि, अनेके हंसन्धिकार्याणि सन्ति, यत्र प्रस्थिति भवति चकारस्य शकारादेशः भवति, अनन्तरं किं सोः स्तुना स्तुः इति स्तुत्वसन्धि भवति इति अनेके सोपानानि सन्ति, एतस्य क्रमं भवति अत्र न ददाति किल, अत्र वयं न पठामः हल्सन्धिविषयाः इति कृत्वा चत्वारः वा त्रयः वा चत्वारः पुटाः सन्ति महोदयेन लिखितानि सन्ति अत्र पृच्छति अस्ति खलु, अत्र अनेके सोपानानि सन्ति, ततः एव महोदयेन उक्तवान्. अस्तु, अतः नूतन सूत्राणि सन्ति, क्रमेण अनेके सोपानानि कर्तव्यानि भवन्ति. परन्तु किमर्थं महोदयः अत्र दत्तवान्? किमर्थम् इत्युक्ते व्र इत्युक्ते व्रु भवति खलु, स इति प्रत्ययः कित् अस्ति, तर्हि कित् अस्ति चेत् अस्माकं सूत्रे तु कितिमिति इति अस्ति खलु, अस्माकं श इति प्रत्ययः निद्वत् भवति, अतः निति इति कारणेन सूत्र सम्प्रसारणं भवति अत्र. अस्तु, निति इत्यस्य उदाहरणार्थं यत्र कित् अस्ति इति अपि कार्यं भवति इत्यस्य उदाहरणार्थं स इति प्रत्ययः स्वीकृत्य तत्र. अस्तु भगिनि, अस्तु धन्यवादः. अस्माकं हल्सन्धिकार्याणि अहं प्रायः त्रयः वा चत्वारः वा वर्गः भविष्यति तदर्थं किञ्चित् बृहत् भवतां प्रश्नानि अहम् अत्र लिखितवती, तपि अहं पृष्ट्वा सकृते अहं देवो नो चेत् ईपत्ररूपेण अहं प्रेषयामि. बहु धन्यवादः भवतोः. रश्मि भगिन्याः ईपत्रसङ्केतं मम समीपे अस्ति वा? जानामि भगिनि, एतत् स्वरूपमहोदयस्य ईपत्राणि लक्ष्य भवत्याः ईपत्रसङ्केतं ददाति वा? एम् एन् आर् इ एस् एच् एम् ऐ एम् एम् एन् आर् इ एस् एच् एम् ऐ एम् एन् आर् इ एस् एच् एम् ऐ एम् एन् जिमेल् डोट् काम् जिमेल् डाट् काम्. अजित् महोदयस्य मम समीपे अस्ति. अस्तु, बहु धन्यवादः तर्हि सर्वेभ्यः, शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः, शुभरात्रिः.